सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतं. विषयः अस्ति हल्सन्धिपाठे प्रथमः भागः. अत्र लङ्लकारस्य प्रसङ्गे प्रथमपुरुषे एकवचने, मध्यमपुरुषे एकवचने अपृक्तसंज्ञकः प्रत्ययः भवति लङि. तत्र प्रक्रिया कथं भवति इति अस्माभिः चर्चितं, यतोहि पदान्ते कार्याणि भवन्ति. इदानीम् अभ्यासः जायमानः अस्ति. तत्र गतवर्गे यङ्लुकि लालम्ब् इति धातोः प्रसङ्गे अस्माभिः किञ्चित् तत्र तत्र दृष्टमासीत्. तर्हि इदानीं पुनः एकवारं अलालम्ब् अलालम्ब् इति प्रसङ्गे लङ्घि इति ततः आरभ्य एकवारं पठामः, अथवा यङ्लुकि किन्तु ततः आरभ्य पठामः. किं विजयलक्ष्मी भगिनी पठति वा लङ्घि? अन्ते अस्ति लभि, यङ्लुकि लभि धातुः. न लब्धं भगिनी, अन्ते अन्ते अस्ति यङ्लुकि लभि अवसंस्रने. लभि इति सर्च् करोति चेत् आयाति. एवम् अस्तु, अन्येन केनचित् प्राप्तं वा? प्राप्तं भगिनि. अस्तु लक्ष्मी भगिनी पठतु यङ्लुकि लभि अवसंस्रने भारिगणे, तदेव खलु भगिनि? आमां, ततः एव पठतु, नास्ति चिन्ता. लब् इदितोनुं धातोः, लम्ब् नश्यापदान्तस्य झलि, लम्ब् अनुस्वारस्य इ परसवर्णः, लम्ब् लटि लम्ब् योग शप् योगते, लम्ब् योगते लम्बते. अत्र लङि अलम्ब् योग आयोगत अलम्बत. हल्सन्धेः अभ्यासस्य अवसरः नास्ति यतोहि अङ्गम् अदन्तम् अवस्रंसनम् इति अधः अधःपतनम्. अस्तु अग्रे पठतु, अग्रे पठतु. तत्र तु किमपि वक्तव्यमिति नास्ति, अग्रे पठ. यङ्लुकि किन्तु लभि लब् इदितोनुं धातोः, लम्ब् नश्यापदान्तस्य झलि, लम्ब् अनुस्वारस्य यै परसवर्णः, लम्ब् मकारसहित लम्ब् लालम्ब् इति धातुः अस्ति. लङि लभि अनुबन्धलोपानन्तरं लब् इदितोनुं धातोः, लम्ब् नश्यापदान्तस्य झलि, लम्ब् अनुस्वारस्य यै परसवर्णः, लम्ब् लालम्ब् अलालम्ब् योगत् हल्नाभ्यो दीर्घश्रुतिस्य कृतं हल् अलालम्ब् केवलं रूपं. पदसंज्ञायां सत्यं संयोगान्तस्य लोपः अलालम् मोनो धातोः इत्यनेन मकारान्तस्य धातोः पदस्य नकारादेशः अलालन्. अत्र यङ्लुकि लब् धातोः यङ्लुगन्धरूपं भवति लालम्ब् इति. तर्हि लङ्लकारे लभि धातोः इदितोनुं धातोः सूत्रेण नकारादेशः लन्ब् इति भवति. नश्यपदान्तस्य जले इत्यनेन अपदान्तस्य नकारस्य अनुस्वारादेशः लम्ब्, पुनः अनुस्वारस्य परसवर्णादेशः अनुस्वारस्य ई परसवर्णः इत्यनेन मकारादेशः अनुस्वारस्य लम्ब् लालम्ब् इत्यस्य लङ् लकारधातो अङ्गमस्ति. अलालम्ब् अलालम्ब् योगत् इत्यस्मिन् स्थितौ इत्यस्यां स्थित्यां हल् अहङ्गाभ्यो दीर्घसुतिस्य कृतं हल् इति सूत्रेण अन्तिम अपृक्तसंज्ञकस्य लोपः तु इत्यस्य लोपः अलालम्ब् इति स्थितिः. अत्र पदसंज्ञा अपि अस्ति इति कारणात् संयोगान्तस्य लोपः इति सूत्रस्य प्राप्तिः तर्हि अन्तिम संयोगः अन्ते वर्तते, तस्य अन्तिम संयोगस्य अन्तिमवर्णस्य लोपः अलालम् इति यथा रूपं भवति, तत्र मोनोधातोः सूत्रेण मकारान्तधातोः पदस्य नकारादेशः भवति, तर्हि मकारस्य स्थाने नकारादेशः अपि भूत्वा अलालन् इति अन्तिमरूपं लभते इति अत्र लिखितमस्ति. आमामां समीचीनम्. इदानीं तत्र ततः अग्रे अपि किञ्चित् पठतु. इति चिन्तने सति वस्तुतस्तु अनेकसमस्याः, ताः च एताः: संयोगान्तस्य लोपः इति त्रिपादिसूत्रं, नश्चापदान्तस्य झलि अनुस्वारस्य ई परसवर्णः च सूत्रद्वयं च पूर्वसूत्रम्. सूत्रद्वयं प्रति पूर्वसूत्रम्. अतः संयोगान्तस्य लोपः तु अलालम्ब् इत्येव पश्यति. अलालम्ब् इत्यस्य एव बकारस्य लोपं करोति, येन अलालन् साक्षात् सिध्यति. अत्र लिखितं यत् यतोहि अत्र अलालन् इति रूपं सिध्यते, अत्र अनेकसमस्याः अपि वर्तते इति उल्लेखितम्. अत्र संयोगान्तस्य लोपः इति सूत्रसङ्ख्या अस्ति 823, नश्चपदान्तस्य चले 8324 अस्ति, अनुस्वारस्य परसवर्णः अपि 8458 अस्ति. तर्हि त्रिपाद्यां वर्तते सर्वाणि सूत्राणि. पूर्वसूत्रं संयोगान्तस्य लोपः अस्ति, तर्हि तत् सूत्रं कारयति चेत् अन्य परसूत्रं न पश्यति. इदानीं सूत्रद्वयं च सूत्रद्वयं प्रति पूर्वसूत्रं भवति संयोगान्तस्य लोपः इति. अतः पूर्वमेव अलालन्ब् इति यथा स्थितिः अस्ति, हल्ङाभ्यो दीर्घसुतिस्य प्रथम हल् इत्यस्य अनन्तरम् अलालम्ब् इति अस्ति, तत्रैव बकारस्य लोपः लोपं कृत्वा अलालन् इति सिध्यति, इत्युक्ते मकारः अत्र न पश्यति. संयोगान्तस्य लोपः इति सूत्रं मकारः न पश्यति, अतः अलालन् बकारः एव बकारस्य लोपं कृत्वा अलालन् अत्र मोनोधातुः न प्रवर्तते इति अत्र अर्थः इति चिन्तयामि. मोनोधातुः इत्यस्य प्रवृत्तिः नास्ति. संयोगान्तस्य लोपः अस्ति वा? संयोगान्तस्य लोपः तदेव उक्तवती खलु भगिनी, अलालन्ब् इत्येव पश्यति इति उक्तवती, मकारं न पश्यति इति उक्तवती खलु. मकारः न पश्यति, अतः बकारस्य लोपः संयोगान्तस्य लोपः इति नेन तत्र तर्हि साक्षात् अलालन् इति रूपं लभ्यते. आम् समीचीनम्. इति एकः मार्गः. अत्र साक्षात् वयं वक्तुं शक्नुमः, यद्यपि धातोः निर्माणार्थं नश्चपदान्तस्य जलि अनुस्वरस्य परसवर्णः इति सर्वं कृत्वा अलालम्ब् इति वयं स्थापयामः, परन्तु यदा हल्सन्धिकार्यस्य अवसरः आयाति तदानीं तत्र बहवः मार्गाः सन्ति. इत्युक्ते एकः मार्गः अलालम्ब् इति कृतं, तर्हि इदानीम् अलालम्ब् इति यदा वयं प्रक्रियार्थम् आनयामः तदानीम् अस्माभिः द्रष्टव्यं यत् संयोगान्तस्य लोभः इति सूत्रस्य प्रसक्तिः अस्ति, परन्तु तत्सूत्रं तु पूर्वसूत्रमस्ति. नशपदान्तस्य जलि अनुस्वरस्य परसवर्णः इत्यनयोः इत्यस्मात् पूर्वमस्ति, याभ्यां पूर्वमस्ति. अतः तत्र संयोगान्तस्य लोपः इति तु नशापदन्तस्य जलि अनुस्वरस्य परसवर्णः इत्यनयोः कार्यं न पश्यति एव, तत्तु साक्षात् अलालन्ब् इत्येव पश्यति. ततः संयोगान्तस्य लोपः इत्यनेन बकारस्य लोपः साक्षात् अलालन् इति रूपं लभ्यते. तत्र इदानीम् अलालन् इति यदा लभ्यते तदानीं पदान्ते नकारः वर्तते इति कृत्वा नश पदान्तस्य चलितस्य प्रसक्तिः एव नास्ति, पदान्तनकारस्य प्रसक्तिः नास्ति, अपदान्तनकारस्य एव नश पदान्तस्य चलि. अतः साक्षात् अलालन् इति रूपं लभ्यते इति एकः मार्गः. इदानीं द्वितीयः मार्गः, विजयलक्ष्मी भगिनी पठतु. भगिनी पदान्ते नकारः अस्ति चेत् सूत्रं किमपि तत्र प्रसक्तं नास्ति वा? न, तत् नास्ति खलु. इदानीं तु त्रिपाद्यमस्ति इति कृत्वा अस्तु, किमपि प्रसक्त कस्यापि प्रसक्तिः नास्ति. आम् आं पदान्ते अस्ति खलु. अस्तु, अलालन् साक्षात् सिद्ध्यति. संयोगान्तस्य लोपः अष्टमाध्यायस्य द्वितीयपादस्य त्रिविंशतितमं सूत्रं त्रयोविंशतितमं सूत्रम् इत्यनेन अलालं लम्ब अलालम् इति स्वीकुर्मश्चेदपि निमित्तापाये नैमित्तिकस्याप्यपायः इति बकारः तु अनुस्वारस्य मकारस्य च निमित्तं तस्य अपाये नैमित्तिकस्य अपि अपायः, अनेन मकारः पुनः नकारो भवति अलालन् इति. एतत् किमस्ति, अनेकसमस्याः तत्र द्वितीया समस्या एतत्तु. संयोगान्तस्य लोपः इति सूत्रेण पूर्वं यत् अलालम्ब् इति आसीत् तत्र तकारस्य तु हल्ङ्याभ्यो दीर्घाश्रुतिस्य कृतं हल् इत्यनेन लोपः अभवत्. इदानीम् अलालम्ब् इति पदसंज्ञा प्राप्नोति. अलालम्ब् इत्यत्र संयोगान्तस्य लोपः पदान्ते अस्ति इति कृत्वा अलालम्ब् लम्ब् इत्यत्र बकारस्य लोपः भवति. बकारस्य लोपः भवति चेत् पदान्ते मकारः अस्ति, परन्तु पदान्ते मकारः बकारः आसीत् इति कृत्वा एव नकारस्य मकारः अभवत्. अतः इदानीं बकारः एव नास्ति इति कृत्वा मकारस्य पुनः नकारः इति रूपम् आयाति, यतोहि निमित्तापाये नैमित्तिकस्यापि अपायः इति कश्चन लाजिक् अस्ति. तत्कारणेन बकारः यदा अपगतः तदा मकारस्यापि पुनः नकाररूपम् आयाति इति कृत्वा अलालन् इति रूपं सिद्ध्यति. अत्र स्टार् अस्ति, नाम निमित्तस्य अपाये नैमित्तिकस्य अपि अपायः. निमित्तापाय इत्यस्य विवरणम् अस्तु. निमित्तम् इत्युक्ते कारणं, नैमित्तिकम् इत्युक्ते फलम्, अपायः इत्युक्ते अभावः. अतः कारणस्य अभावः अतः फलस्यापि अभावः इति कृत्वा मकारः यत् बकारस्य सवर्णः अस्ति इति कृत्वा मकारः आदेशः अभवत् नकारस्य. इदानीं बकारः अपगतः इति कृत्वा पुनः नकार एव पदान्ते आगच्छति इति अत्र लाजिक् इत्यस्य संस्कृत वर्ड् किं भगिनि, संस्कृतशब्दः तर्कः इति तर्कः. पठानि वा अग्रिमम् अग्रिमबिन्दु? आमामां पठतु. इत्युक्ते अत्र किम् उक्तम् इति चेत् अत्र अलालम्ब् इत्यत्र अत्र अलालम्ब् इति धातोः निर्माणं जातं, यङ्लुगन्तधातोः निर्माणं जातम्. इदानीं पदान्ते अस्ति, यतोहि तप्रत्ययस्य लोपः भवति हल्न्याभ्यो इत्यनेन, हल्न्याभ्यो दीर्घात् श्रुतिस्य प्रत्यं हल् इत्यनेन तकारः इति प्रत्ययस्य लोपः अलालम्ब इति अलालम्ब इति पदमस्ति तत्र पूर्वमेव धातोः निर्माणे नष्टपदन्तस्य जले अनुस्वरस्यै परसवर्णः अनयोः कार्यं जातं तर्हि नष्ट संयोगान्तस्य लोपः इति तु मकारबकारयोः संयोगं पश्यति इति यदा वदामः तत्तु दोषाय अस्ति यतोहि संयोगान्तस्य लोपः इति तु पूर्वसूत्रमस्ति तत् कथञ्चिदपि अलालम्ब इति न पश्यति एव परन्तु कोऽपि दोषेण एवं रीत्या चिन्तयति यद् मकारबकारयोः संयोगः अस्ति अतः संयोगान्तस्य लोपः इति नेन बकारस्य लोपः इति कोऽपि चिन्तयति चेत् तदानीं समस्या का इति चेत् तत्र बकारं निमित्तीकृत्य एव तत्र मकार आदेशः जातः खलु यतोहि बकारं निमित्तीकृत्य एव नष्टापदान्तस्य जलि इत्यनेन अनुस्वारादेशः बकारं निमित्तीकृत्य एव अनुस्वारस्य स्थाने मकारादेशः जातः अनुस्वारस्यै परसवर्णः इति तर्हि यद् कारणमस्ति बकारः तादृशकारणमेव निमित्तमेव अपगतं बकारस्य लोपः जातः चेत् तर्हि तत् कार्यं कथं भवितुमर्हति निमित्तपाये नैमित्तिकस्यापि अपायः निमित्तं कारणं गतं चेत् कार्यमपि न तिष्ठति अतः मकारः अपि तत्र स्थातुं न शक्नोति यतोहि बकारस्य कारणेन मकारः आगतः इदानीं बकारः अपगतः संयोगान्तस्य लोपः इत्यनेन तर्हि मकारः तत्र स्थातुं न शक्नोति इति कृत्वा तत्र तादृशकार्यमेव न जायते नष्टापदन्तस्य जलि अनुस्वरस्य परसवर्णः इत्यनयोः कार्यं न जायते अतः तत्र नकारः एव मूले आसीत् इति कृत्वा सः नकारः साक्षात् आयाति इति अत्र दोषपूर्णचिन्तनम् अस्ति एतादृशचिन्तनं यतोहि संयोगान्तस्य लोपः इति तु मकारबकारयोः संयोगः कथञ्चिदपि न द्रष्टुं शक्नोति एतादृशचिन्तने अपि दोषः वर्तते अवगतं वा भगिनी तत्र प्रश्नः पृच्छामि वा पृच्छतु पृच्छतु तत्र पूर्वं यत् कार्यं दर्शितं प्रक्रिया तत्र तु अलालम्ब इत्यस्मात् पदसंज्ञा भूत्वा संयोगान्तस्य लोपः मोनोधातो इत्यनेन अलालम् इति भवति इति उक्तं परन्तु तत्र तु न भवति तदपि दोषाय इदानीम् एतद् यद्यद् यद्यद् उच्यमानमस्ति तत् सर्वं दोषाय ओ एवम् अस्तु तदेव तत्र अस्तु अस्तु अवगतं मोनोधातोः इत्यस्य प्रसक्तिः कथञ्चिदपि न भवति प्रथमबिन्दुः यत्र अस्ति संयोगान्तस्य लोपः इति त्रिपादीसूत्रं नष्टापदन्तस्य सूत्रद्वयं प्रति पूर्वसूत्रं तत्तु किञ्चित् वयम् अवगन्तुं शक्नुमः यतोहि संयोगान्तस्य लोपः इति पूर्वसूत्रम् अतः नष्टापदान्तस्य जले अनुस्वरस्य परसवर्णानयोः कार्यं भवितुमेव न अर्हति यदि जातं तद् न पश्यति तर्हि संयोगान्तस्य लोपः इति नकारबकारः एव पश्यति इति कृत्वा साक्षात् बकारस्य लोपः भवति इति एवं वक्तुं शक्नुमः तर्हि तत्र कथं तत्र चिन्तनं किं भवति इति चेत् परसूत्रस्य कार्यं जातम् इदानीं पूर्वसूत्रमायाति कार्यसिद्धम् इति तथा किमपि वयं वदामः परसूत्रस्य कार्यं न पश्यति इति वयं वदामः चेत् परन्तु परसूत्रस्य कार्यं तु जातं खलु यद्यपि संयोगान्तस्य लोपः इति तु परसूत्रं द्रष्टुं न शक्नोति परन्तु परसूत्रस्य कार्यं जातं धातोः निर्माणे जातं तर्हि तत्र नकारः कथम् आगच्छति इत्यपि पुनः प्रश्नः भवितुमर्हति मकारः एव आसीत् खलु यतोहि तत्र कार्यं जातं यद्यपि तयोः कार्यं न दृश्यते संयोगान्तस्य लोपः इत्यनेन परन्तु कार्यं तु जातम् अतः अलालम्ब इति अलालम् इति स्यात् खलु बकारस्य लोपानन्तरम् इति तादृशप्रश्नः अपि भवितुमर्हति अतः प्रथमसोपाने प्रथमबिन्दौ अपि क्लेशः अस्ति खलु कार्यं जातम् इति मन्यते चेत् तदानीं तत्रापि क्लेशः अस्ति इदानीं मकारः भवेत् कार्यं तु जातं मकारः भवेत् अलालम् इति भवेत् तदानीं तत्र पुनः मोनोधातोः इति आयाति अतः एतादृशचिन्तनमपि समीचीनं नास्ति नष्टापदन्तस्य जले अनुस्वरस्य परसवर्णः इत्यनयोः कार्यं जातम् इति चिन्तयामः चेत् तत् समीचीनं नास्ति यतोहि तत्र त्रिपाद्यां तु सूत्राणि क्रमेण एव प्रवर्तनीयानि अतः समीचीनं नास्ति इदानीं तृतीयसोपानं वयं पश्यामः तत्र किं वंशी भगिनी भवते एव पठतु अस्तु भगिनी तृतीयसोपानमस्ति संयोगान्तस्य लोपः इत्यनेन अलालम्ब इत्यस्मात् अलालम् इति भवति इति स्थितौ तत्र बकारस्य लोपः भवति इति स्थितौ नैमित्तिकस्य अपायं न कुर्मः चेदपि मोनोधातोः इति अपि त्रिपाद्यां पूर्वत्रिपादिसूत्रम् अस्तु नश्यपदान्तस्य झलि च अनुस्वारस्यै परसवर्णः इत्यनयोः कार्यमेव न पश्यति इदितोनुम् धातोः इत्यनेन व्युत्पन्नं नकारमेव पश्यति अलालन् इदितोनुम् धातु इत्यनेन व्युत्पन्नम् अस्तु अलालन् अस्तु मोनो धातोः अलालन् इति रूपं दृष्ट्वा किमपि न करोति अस्तु तत्र अलालम् यदि जातं तत्र संयोगान्तस्य लोपः इत्यनेन अन्तिमपकारस्य लोपः भवति इति तु उक्तम् अतः अस्मिन् स्थलौ अस्यां स्थित्यां नैमित्तिकस्य अपायं न कुर्मः इति तत्र तु निमित्तं यदि जातं तत्र तु बकारः तु निमित्तमासीत् निमित्तस्य लोपः जातः नैमित्तिकस्य अपायं न कुर्मः इति वदामः यतोहि तत्र मकारः एव तिष्ठति इति चिन्तयामः तदा मोनोदातोः इत्यपि त्रिपाद्यां पूर्वत्र सिद्धं पूर्वत्रिपादिसूत्रमस्ति अस्तु अतः संयोगान्तस्य सूत्रस्य पूर्वं मोनोधातोः न पूर्वं कुत्र अस्ति तत्र तु अनन्तरमस्ति न कुर्मः चेदपि पूर्वत्रिपादिसूत्रमस्ति 823 82 परसूत्रमस्ति न भगिनि कुर्मः चेत् तत्र नश्यपदान्तस्य अनुस्वारस्य इत्यनयोः पूर्वसूत्रं हा तदेव परन्तु त्रिपाद्यं पूर्वत्रिपादिसूत्रमिति उक्तं न तत्र मोनोधातोः इति पूर्वसूत्रम् अस्ति खलु नश्यपदान्तस्य जले अनुस्वरस्य ये परसवर्णः इत्यनयोः अपेक्षया अस्तु अस्तु अहं चिन्तयामि संयोगान्तस्य रूपं स्थितं भगिनि अस्तु न कुर्मः चेदपि मोनोधातोः इत्यपि त्रिपाद्यां पूर्वत्रिपादिसूत्रम् अस्तु ओके तत्र वाक्ये अस्तु तत्र मोनोधातोः पूर्वसूत्रमस्ति परसूत्रमस्ति मोनोधातोः अपेक्षया नश्यपदान्तस्य जले अनुस्वारस्य परसवर्णः पूर्वसूत्रे स्तः अतः न मोनोधातुः इति पूर्वसूत्रमस्ति द्वितीयपादे अस्ति नश्यपदान्तस्य जले अनुस्वरस्य परसवर्णः इति तु तृतीयचतुर्थपादे आम् सङ्ख्या न दृष्टवती भवति क्षम्यतां पुनः वदामि अस्तु पुनः वदामि संयोगान्तस्य लोपः इत्यनेन अलालम् इत्यस्य बकारः यदि गच्छति तत्र निमित्तं गच्छति तदापि तत्र नैमित्तिकं न गच्छति इति यदि चिन्तयामः तर्हि तत्र अलालम् इति अस्ति अन्ते तर्हि तस्मिन् स्थले तत्र नश्यापदान्तस्य चले अनुस्वारस्य परसवर्णः एते सूत्रे परसूत्राणि सन्ति संयोगान्तस्य अपेक्षया परसूत्राणि सन्ति तेषाम् अपेक्षया मोनोधातोः इति तेषां पूर्वमस्ति तथापि तत्र किं जातम् इत्युक्ते नश्यापदान्तस्य जले अनुस्वारस्य परसवर्णः कार्यमेव न भवति यतोहि परसूत्राणि सन्ति अतः तत्र नैमित्तिकस्य अपायं कथं भवति इति अपि प्रश्नः जायते तत् समीचीनं वा भगिनी तत्र न इत्युक्ते तत्र भिन्नभिन्नमार्गाः सन्ति इदानीं निमित्तस्य अपाय नैमित्तिकस्य अपायः इति न स्वीकुर्मः इदानीं तृतीयः मार्गः इत्युक्ते अत्र बहवः तत्र बह्व्यः समस्याः सन्ति इदानीम् अत्र निमित्तस्य अपाये नैमित्तिकस्य अपायः इति न स्वीकुर्मः अत्र साक्षात् अलालम्ब् इति दृष्ट्वा संयोगान्तस्य लोपः इत्यनेन बकारस्य लोपः जातः तर्हि संयोगान्तस्य लोपः इति नकारबकारयोः संयोगमेव पश्यति इति कृत्वा बकारस्य लोपं करोति इदानीं तत्र मोनोधातोः इति आयाति मोनोधातोः इति सूत्रमपि पूर्वसूत्रमस्ति यथा संयोगान्तस्य लोपः इत्यस्य विषये अस्माभिः उक्तं यत् नश्यापदान्तस्य जले अनुस्वरसेयि परसवर्णः इत्यनयोः कार्यं संयोगान्तस्य लोपः इति सूत्रं न पश्यति इति उक्तवन्तः एवं मोनोधातोः इत्यपि पूर्वसूत्रम् अतः तदपि नश्यापदान्तस्य जले अनुस्वरस्य हि परसवर्णः इत्यनयोः कार्यमेव न पश्यति अतः तत्र नकारः एव तत्र मकारः एव नास्ति यतोहि नश्यापदान्तस्य जले अनुस्वरस्य हि परसवर्णः इति आभ्यां सूत्राभ्यां यदा कार्यं भवति तदानीमेव तत्र मकारः आयाति तर्हि मोनोधातोः इति सूत्रं तु मकारमेव न पश्यति, नकारमेव पश्यति. नकारं दृष्ट्वा मोनोधातोः इति किं वदति इति चेत् मम प्रसक्तिः एव नास्ति. मकारः अस्ति चेत् नकारः भवति मोनोधातोः इत्यनेन. इदानीं तु नकारः एव अस्ति, अलालन् इति अस्ति, तर्हि मोनोधातोः इत्यस्य कार्यमेव नास्ति. अस्तु अस्तु अस्तु अवगतं भगिनि. तत्र तु अतः तत्र न भगिनि, मोनोधातोः मकारः दृष्ट्वा नकारः करोति. अतः अत्र मकारः नास्ति, न न न अत्र मकारः एव नास्ति, यतोहि अलालम् न न न अलालम्ब् इत्यत्र परसूत्रेण यद् कार्यं कृतं तत्तु पूर्वसूत्रेण न दृश्यते. अतः मकारः तु अनुस्वारस्य यै परसवर्णः इति सूत्रेण मकारः जातः, तादृशकार्यं मोनोधातोः इति न पश्यति. यथा संयोगान्तस्य लोपः इति न पश्यति, तथैव मोनोधातोः अपि न पश्यति. न पश्यति इति कृत्वा मकारादेशः एव न जातः, तर्हि अलालन् इत्येव पश्यति. अलालन् इति दृष्ट्वा तत्र नकारः अस्ति पदान्ते, नकारः अस्ति चेत् मोनोधातोः इत्यस्य कार्यमेव न भवति. तदर्थमेव तत्र उक्तं मोनोधातोः अलालन् इति रूपं दृष्ट्वा किमपि न करोति. अवगतं वा? तत्तु नकारं पश्यति यथा इदितोनकारं दृष्ट्वा तस्य कार्यं किमपि नास्ति, यतोहि तत्र एते सूत्रे कार्यं न कर्तुम् अर्हति. यतोहि नश्यपदान्तस्य नस्वरस्य परसवर्णाः एते सूत्राणि परसूत्रे स्तः इति कारणात् तत्र तेषां कार्यमेव न भवति इति कारणात् नकारमेव पश्यति इति समीचीनमस्ति. आम् इति अस्ति. विजयलक्ष्मी भगिनी अवगतवती वा? इत्युक्ते अत्र तत्र किचडि जायमाना अस्ति अत्र वस्तुतः. इत्युक्ते अस्माकं मनसि एतत् सर्वं न आयाति एव वयं न इति दोषाः सन्ति भगिनी, इति दोषः एवं रीत्या भिन्नभिन्नरीत्या जनाः चिन्तयितुं शक्नुवन्ति. इत्युक्ते तत्र निमित्तापायः अथवा न दृश्यते, अलालन् इत्येव दृश्यते इत्युक्ते तत्र इत्युक्ते वास्तविकप्रक्रिया कथं भवेत् इति एव प्रश्नः. तत्र कथं सम्यक्तया वयं वक्तुं शक्नुमः खलु वास्तविकप्रक्रिया सम्यक् नास्ति, तत् सम्यक् नास्ति इति कृत्वा एव चर्चा. तत् सम्यक् किमर्थं नास्ति इति चेत् मोनोधातोः इति मकारमेव न पश्यति. परसूत्रेण यद् कार्यं कृतं तत्तु मोनोधातोः इति द्रष्टुं न शक्यते. अतः अलालम् इति न द्रष्टुमेव शक्यते मोनोधातोः. अतः मोनोधातोः इति मकारस्य स्थाने नकारादेशः भवति इति कोऽपि वदति तत्तु दोषपूर्ण चिन्ता अस्ति, दोषपूर्णविवरणमस्ति तत्. अतः आदौ यदुक्तं तत् सम्यक् नास्ति. अतः समीचीनः प्रक्रिया कथं भवति इत्येव विषयः अस्ति. तदर्थं तत्र भिन्नभिन्नरीत्या वयं कुर्मः चेत् के समस्याः, एतत् समीचीनं वा, एतत् समीचीनं वा, एतत् समीचीनं वा इति चिन्तनम् अत्र अस्ति. तावदेव अस्ति. इत्युक्ते भगिनी अत्र नश्यापदान्तस्य जले अनुस्वारस्य ये परसनाः न कुर्मः चेत् रूपम् अलालन्ब् इति एव तिष्ठति. नकारः इदितो नुम् धातुः इत्यस्य नकारः वर्तते, परं किमपि न कार्यं भवति, तर्हि रूपं भवति अलालन्ब्. तत्र संयोगान्तस्य लोपः कृत्वा बकारस्य लोपः अलालन् इति स्थितौ इदानीं मोनोधातोः इति सूत्रम् अत्र किम् अत्र प्रसक्तिः एव नास्ति इति वक्तुं शक्नुमः. प्रसक्तिः एव नास्ति, यतोहि मोनोधातोः इति नकारमेव पश्यति, अतः तस्य प्रसक्तिः नास्ति. तदेव तत्र उच्यमानमस्ति खलु, अलालन् इति रूपं दृष्ट्वा किमपि न करोति, यतोहि प्रसक्तिः नास्ति. अस्तु, प्रसक्तिः नास्ति. अस्तु, तत्र किं शुभा भगिनी अग्रे पठति वा? आं भगिनि. अतः कयापि दृष्ट्या अनुस्वारादेशः च मकारादेशः च न भवतः. अन्ततो गत्वा क्रमः अयम् एव लभि इत्यस्य तत्र इत् इकारस्य इत् भवति, लब् इति तिष्ठति. इदितो नुम् धातोः इत्यनेन नुमागमः लन्ब् इति भवति. अपि च तत्र एकं सूत्रम् आसीत् दीर्घो कितः इति, तेन लालम्ब् इति लकारस्य दीर्घाकारादेशः लालम्ब् इति भवति. अट् योजनेन अलालम्ब् इति योगः, त हण्याभ्यो इत्यनेन तलोपः अतः अलालम्ब इति रूपं संयोगान्तस्य लोपः इत्यनेन अलालन् इति भवति इति तत्र दत्तम्। इदानीं तत्र तत्र पूर्वस्थितेषु त्रिषु सन्दर्भेषु यत् दोषपूर्णः आसीत् इति इदानीं चर्चितवन्तः, तत्र इदानीम् अतः इति उक्त्वा कयापि दृष्ट्या अनुस्वारादेशः मकारादेशः न भवतः इति, यतोहि तत्र मकारादेशः एव न भवति तर्हि अनुस्वारादेशः अपि न भवति। इदानीं किं तत्र मोनो धातोः इत्यनेन कार्यमेव तस्य कार्यमेव न भवति इति। तर्हि अलालन् इत्येव सिध्यति इति किम् इदित् केवलं तत्र तु इदितोनुं धातोः अपि च संयोगान्तस्य लोपः इत्यनेन अलालम्ब् इत्यस्य बकारस्य लोपः एव कृतः संयोगान्तस्य इत्यनेन, तर्हि अलालन् इति सिध्यति। तत्र अग्रे अपि इतोपि उक्तमस्ति, पठनीयं वा भगिनि? एकक्षणम् एकक्षणं पठतु, परन्तु एकक्षणं। तर्हि अत्र इत्युक्ते अत्र यत्र इत्युक्ते तत्र लट् लकारे लम्बते लङ् लकारे अलम्बत इति तत्र औपदेशिकधातुः लम्ब् लभि इति धातुः अस्ति चेत् तत्र तु धातोः निर्माणे नष्टापदान्तस्य जलि अनुस्वरस्य ऐ परसवर्णः इत्यनयोः कार्यं यदा भवति तत्र क्लेशः न भवति, यतोहि तत्र हल्सन्धेः अवसरः नास्ति। लम्बते इति रूपम् अस्ति, तत्र तु संयोगान्तस्य लोपः इत्यस्य प्रसक्तिः नास्ति, मोनोधातोः इत्यस्य प्रसक्तिः नास्ति, अतः तत्र धातोः निर्माणावसरे एव नष्टापदन्तस्य जलि अनुस्वरस्य हि परसवर्णः इत्यनयोः कार्यं कृत्वा वयं प्रदर्शयामः चेत् क्लेशः न भवति। तदेव तत्र क्रियते धातुपाठे, धातुपाठे लौकिकधातुः कः इति चेत् लम्ब् इत्येव वदन्ति, तर्हि लम्ब् इति धातुं स्वीकृत्य साक्षात् प्रक्रिया प्रवर्तते, क्लेशः नास्ति तत्र। परन्तु यङ्लुगन्तप्रसङ्गे क्लेशः भवति। किमर्थं क्लेशः भवति इति चेत् तत्र प्रचुररूपेण हल्सन्धिकार्याणि भवन्ति, अतः धातोः निर्माणावसरे एव नष्टापदन्तस्य जलि अनुस्वरस्य ऐ परसवर्णः इत्यनयोः कार्यम्। इदं सूत्रद्वयं तु त्रिपाद्यम् अन्ते तृतीयपादे चतुर्थपादे च वर्तते, इदं सूत्रद्वयं। तर्हि तादृशकार्यं धातोः निर्माणावसरे एव वयं स्वीकुर्मः, तदनन्तरं हल्सन्धे कार्याणि प्रवर्तन्ते चेत् तदानीं क्लेशः अवश्यं क्लेशः भवन्ति। तदर्थं यत्र यङ्लुगन्तधातोः निर्माणम् अस्ति, अग्रे तिङन्तरूपाणि वयं साधयामः, तत्र धातोः निर्माणावसरे त्रिपाद्यां यानि सूत्राणि सन्ति तेषां कार्याणि वयं न कुर्मः। तर्हि प्रक्रियार्थं यदा वयं धातुम् आनयामः तदानीम् एतानि कार्याणि अकृत्वा साक्षात् अलालन्ब् नकारबकारः इति कार्यम् इति केवलम् इदितोनुं धातोः इति कार्यं कृत्वा अलालन्ब् नकारबकारयोः संयोगं स्वीकृत्य वयं प्रक्रियार्थम् आनयामः चेत् क्लेशः एव न भवति। धातोः निर्माणावसरे नष्टापदन्तस्य जलि अनुस्वरस्य ऐ परसवर्णः इत्यनयोः कार्यं न जायते। एवं कुर्मः चेत् अलालन्ब् इति अलालन्ब् इति यङ्लुगन्तधातुः तत्र पदान्ते संयोगान्तस्य लोपः इत्यनेन बकारस्य लोपः साक्षात् अलालन् इति रूपं लभ्यते, तत्र क्लेशः एव नास्ति। ओ नष्टापदान्तस्य जलि न दृश्यते संयोगान्तस्य संयोगान्तस्य लोपः इति सूत्रेण नष्टापदन्तस्य जलि अनुस्वरस्य परसवर्ण इत्यनयोः कार्यं न दृश्यते, मोनोधातोः इत्यनेन अनयोः कार्यं न दृश्यते, इति सर्वं वदनस्य आवश्यकता एव नास्ति, यतोहि परत्रिपादिसूत्रमस्ति चेत् तादृशकार्यमेव न प्रवर्तनीयम्, यतोहि परसूत्रमस्ति, किमर्थं प्रवर्तनीयं, न प्रवर्तनीयमेव। एवं कुर्मः चेत् क्लेशः एव न भवति, साक्षात् रूपं सिद्ध्यति, समीचीनं भवति, एतादृशचिन्तनस्य आवश्यकता अपि नास्ति। हा, अपि च तत्र भगिनी लम्बते इति रूपसिद्धौ कोऽपि क्लेशः अपि नास्ति खलु, तत्र नश्चापदान्तस्य झलि अनुस्वारस्य परसवर्णः, तस्मात् पूर्वं किमपि त्रिपादिसूत्रमपि नास्ति इति एव मया उक्तम् इति कृत्वा तत्र क्लेशः नास्ति। तादृश औपदेशिकधातौ नश्चापदान्तस्य झलि अनुस्वरस्य परसवर्णः इत्यनयोः कार्यं क्रियते चेदपि तत्र क्लेशः न भवति, लट्लकारे लङ्लकारे लम्बते अलम्बत इत्यत्र क्लेशः नास्ति, परन्तु यङ्लुगन्तप्रसङ्गे यत्र प्रचुररूपेण हल्सन्धिकार्याणि भवन्ति तत्र तु क्लेशाः अवश्यं क्लेशाः भवन्ति यदा परत्रिपादिसूत्राणां कार्यं वयं स्वीकुर्मः धातोः निर्माणावसरे। अतः समीचीनः मार्गः कः इति चेत्, धातोः निर्माणावसरे परत्रिपादिसूत्राणां कार्यं वयं न स्वीकुर्मः, साक्षात् धातोः निर्माणं कुर्मः, तादृशधातुं स्वीकृत्य प्रक्रियार्थं अग्रे गच्छामः, तत्र प्रतिङ् प्रत्ययम् आनीय अग्रे गच्छामः। अस्तु अग्रे पठतु। आम्, केचन वैयाकरणाः निमित्तस्यापाये नैमित्तिकस्यापि अपायः इति न मन्यन्ते, यतोहि अयं न न्यायः न वा परिभाषा। काशिकान्यासे पदमञ्जर्यां च च्वोः षूडनुनासिके च इत्यस्य व्याख्याने तथा उच्यते। एवं दृष्ट्या वक्तव्यं चेत् अकृतव्यूहाः पाणिनीयाः इति परिभाषया नशिष्यमाणं निमित्तं न स्वीकर्तव्यम् इत्यस्मात् लङ्लकारे प्रथमपुरुषैकवचने बकारस्य नशिष्यमाणत्वात् नश्चापदान्तस्य झलि च अनुस्वारस्य ययि परसवर्णः इत्याभ्यां कार्यं न साधनीयम् एव, तथा सति प्रक्रिया एवम् इति अग्रे दर्शितमस्ति। अस्तु, इदानीं केचन वैयाकरणाः चिन्तयन्ति निमित्तस्य अपायः यदा भवति तदा नैमित्तिकस्य अपि अपायः इति भवति इति न मन्यन्ते, यतोहि अयं न्यायः अपि नास्ति परिभाषा अपि नास्ति इति। तत् न्यायः अपि नास्ति इत्युक्ते कस्मिन्, इत्युक्ते न्यायशास्त्रे इति वा भगिनि, तत्र तर्कः नास्ति इति वा, तादृशः अर्थः? न, तत्र इत्युक्ते न्यायः नास्ति इत्युक्ते न्यायाः सन्ति खलु, लौकिकन्यायाः इति, लौकिकन्यायाः सन्ति खलु, तादृशन्यायरूपेण किं तादृशन्यायः इति अपि न स्वीकुर्मः इत्येव अत्र। तत्र लौकिकन्यायाः शास्त्रीयन्यायाः इति सन्ति, अत्र कथञ्चिदपि तत्र परिभाषा नास्ति, व्याकरणशास्त्रे तादृशपरिभाषा नास्ति, अपि च लौकिकन्यायः इत्यपि न मन्यते इति कृत्वा अत्र वस्तुतः एतादृशनियमस्य स्वीकरणमेव मास्तु इत्येव अर्थः। अस्तु, काशिका न्यासे, काशिका अपि न्यासे, काशिकायां न्यासे पदमञ्जर्यां च चोः षूडनुनासिके च इत्यस्य व्याख्याने तथा उच्यते। अस्तु, तर्हि एतस्य उल्लेखः तत्र कृतः अस्ति, काशिकायां न्यासे अपि च पदमञ्जर्यां च अपि च चोः षूडनुनासिके च इत्यस्य व्याख्याने तथा उच्यते, तस्मिन् सूत्रस्य प्रसक्त्यां व्याख्यानं कृतम् अस्ति इति दत्तमस्ति इति चिन्तयामि। एवं दृष्ट्या वक्तव्यं चेत् अकृतव्यूहाः पाणिनीयाः इति परिभाषया, तत्र पूर्वं भवत्या उक्तम् अकृतव्यूहाः पाणिनीयाः इति परिभाषा अस्ति इति, तर्हि तत्र नशिष्यमाणं निमित्तं न स्वीकर्तव्यम् इति उक्तम् अस्ति, तत्र इत्युक्ते प्रथमं यत् मनसि अस्ति तत् वदामि भगिनि, सकारः आसीत् तदनन्तरं श्रुत्वं भूत्वा षकारः अभवत्, तर्हि तत्र सकारः नशिष्यमाणः इति किञ्चित् उदाहरणं दृष्टवन्तः, तर्हि तत्र नशिष्यमाणं निमित्तं न भवति न स्वीकर्तव्यम् इति मत्वा इत्यस्मात् लङ्लकारे प्रथमपुरुषैकवचने बकारस्य नशिष्यमाणत्वात् इति, हा इति, इदानीं तत्र लङ्लकारे किं दृष्टवन्तः, अलालम्ब् इति प्रथमपुरुषैकवचने बकारस्य नशिष्यमाणत्वात् नश्चापदान्तस्य झलि च अनुस्वारस्य ययि परसवर्णः इत्याभ्यां कार्यं न साधनीयम् एव. ओके, इदानीं किञ्चित् भिन्नविषयः अस्ति. तत्र नशिष्यमाणत्वात् इति इत्युक्ते तत्र बकारस्य लोपः भवति इति मत्वा एताभ्यां सूत्राभ्यां कार्यं न करणीयम् इति उक्तं. तथा सति चेत् तथा कुर्मः चेत् प्रक्रिया कथं भवति इति अग्रे दत्तमस्ति. इदानीं यत् चर्चितं तत्र बकारस्य लोपः भवति चेत् तत्र मकारः अन्ते दृश्यते, तर्हि तत्र संयोगान्तस्य लोपः इति प्रथमं सर्व तत्र आगच्छति. तदनन्तरं बकारस्य लोपः भवति, अलालम् इति तिष्ठति, अपि च तत्र नश्च इत्यनेन नकारः भवति, तदनन्तरं तस्य अनुस्वारः भवति. अनुस्वारस्य परसवर्णः भवति. न न, मकारः तु नशपदान्तस्य जलि अनुस्वरस्य ये परसवर्णः इति द्वयोः सूत्रयोः कार्यानन्तरमेव मकारः आगतः. अलालम्ब् इत्यत्र मकारः नशपदान्तस्य इदानीं धातुः अस्ति अलालम्ब् नकारबकारः, तत्र नशपदान्तस्य जलि अनुस्वरस्य ये परसवर्णः इति द्वयोः सूत्रयोः कार्यं कृत्वा लालम्ब् लालम्ब् मकारबकारः इति आगतम्. तर्हि इदानीम् अलालम्ब् मकारबकारः तत्र संयोगान्तस्य लोपः इत्यनेन बकारस्य लोपः जायते चेत् तदानीं तादृशबकारः एव निमित्तम् आसीत् मकारस्य आगमनार्थं. नशापदन्तस्य जलि अनुस्वरस्य यै परसवर्णः इति तयोः कार्यार्थं बकारः एव निमित्तम् आसीत्. तादृशबकारः इदानीं नष्टः अस्ति तत्र संयोगान्तस्य लोपः इत्यनेन, अतः धातोः निर्माण अवसरे एव वयं जानीमः अग्रे यदा प्रक्रिया भवति तदानीं तत्र यः बकारः अस्ति तस्य नाशः भवति लङ्लकारे इति कृत्वा. तर्हि लङ्लकारस्य प्रक्रियार्थं यदा वयं यङ्लुगन्तधातुम् आनयामः तदानीं वयं किं वदामः, बकारस्य नशिष्यमाणत्वात् बकारः इति यद् निमित्तम् अस्ति तस्य नशिष्यमाणत्वात् नश्चापदन्तस्य जलि अनुस्वारस्य यै परसवर्णः इत्यनयोः कार्यमेव न करणीयं, धातोः निर्माणावसरे न करणीयमेव. अतः लङ्लकारस्य प्रक्रियार्थं यदा वयं यङ्लुगन्तधातुम् आनयामः तदानीम् अलालन्ब् नकारबकारं स्वीकृत्य आनयामः, तत्र नश्चापदन्तस्य जलि अनुस्वारस्य यै परसवर्णः इत्यनयोः कार्यमेव न कुर्मः. यतोहि अग्रे गत्वा निमित्तं नशिष्यमानम् अस्ति, यत्र एवमस्ति सर्वत्र यत्र यत्र निमित्तम् अग्रे गत्वा नशिष्यमाणम् अस्ति तत्र तादृशकार्यं वयं न कुर्मः इति कृत्वा धातोः निर्माणावसरे नशापदन्तस्य जलि अनुस्वरस्य परसवर्णः इत्यनयोः कार्यमेव न स्वीकुर्मः. इत्युक्ते यङ्लुकि धातोः निर्माणसमये इति खलु? आमाम् आमां. तर्हि आम् तत्र हा तर्हि अकृतव्यूहाः पाणिनीयः इत्युक्ते तत्र नशिष्यमाणम् इति निमित्तं भवति, तत् स्वीकृत्य कार्यं न करणीयम् इति अत्र उक्तमस्ति. समीचीनम्. इत्युक्ते किञ्चित् निमित्तम् अस्ति तादृशनिमित्तं स्वीकृत्य वयं कार्यं कुर्मः. सामान्यतया किमपि कार्यं करणीयं चेत् निमित्तं भवति, तादृशनिमित्तं स्वीकृत्य कार्यं कुर्मः. परन्तु तादृशनिमित्तमेव अग्रे गत्वा नश्यति चेत् नश्यति चेत् तदानीं किमर्थं पूर्वं तादृशकार्यं कृतम्? इदानीं तादृशनिमित्तं नशिष्यमाणम् अस्ति, अतः यत्र नशिष्यमाणं भवति तत्र कार्यमेव न कुर्मः इति अर्थः. इत्युक्ते अन्ततो गत्वा एतदेव सम्यक् विधानम् इति समीचीनः मार्गः समीचीनः मार्गः इति प्रक्रियां पठामि वा भगिनि? बहु समीचीनं भगिनि, धन्यवादः. तत्र काशिकान्यासे इति यत् अस्ति तत् काशिकायाः न्यासे इति अर्थः खलु, न तु काशिका अपि च न्यास अपि च पदं पदमञ्जरी इति नास्ति खलु, काशिकायाः काशिकायाः न्यासे पदमञ्जर्यां च इत्युक्ते न्यासे पदमञ्जर्यां च चोहोषूढनासिके च इति व्याख्याने तथा उच्यते। इति न्यासः इति सेपरेट् नास्ति, काशिकायाः न्यासः इति, न्यास इत्युक्ते कामेण्ट्रि इति वा? आमामां न्यास न्यासव्याख्यानं तत्र अहं तथा उक्तवती, काशिकापि न्यासः इति, यतोहि न्यासः इति अन्यः व्याख्यानमस्ति, अन्यं व्याख्यानमपि अस्ति खलु, अतः तत्र तथा अस्ति वा इति चिन्तितवती। आम् अत्र पश्यामः किमर्थं चर्चा, अत्र पश्यामः किम् अस्ति तत्र सूत्रस्य सङ्ख्या का, चोषुडनासिके च इति 6419 आशिकायमपि उक्तं वा इति पश्यामः। आशिकायां तु निमित्त अपायः नैमित्तिकस्य अपायः इत्यस्य विषये किमपि न उक्तम् इति भाति। बहु दीर्घमस्ति, बहु बहु दीर्घमस्ति। प्रायः न्यासे न्यासे पदमञ्जर्याम् उक्तम् इति मन्ये, न तु काशिकायां, काशिकायां किमपि न दृश्यते। आम् भवतु नाम तर्हि अत्र इत्युक्ते चोषुनासिक अनुनासिके च इति व्याख्याने निमित्त अपाये नैमित्तिकस्य अपायः इति न्यायः इति न मन्यते, परिभाषा इति न मन्यते इति तावदेव अत्र विषयः। अस्तु तर्हि अत्र नूतनपरिभाषा का इति चेत् अकृतव्यूहाः पाणिनीयाः इति अस्ति, तया परिभाषया निमित्तं न शिष्यमाणं चेत् न स्वीकरणीयम् इति एव अर्थः इति अत्र अस्ति। तर्हि इदानीं तत् समीचीनः प्रक्रिया कथं भवति इति किं सूर्यकुमारी भगिनी पठति वा? भगिनि अत्र पूर्वत्र सिद्धम् इत्यनेन न तस्मात् पूर्वं तस्मात् पूर्वम् ओ क्षम्यतां, प्रक्रिया इदं लभि लभि धातु अस्ति, इत्सज्ञलोपान्तरं लब् भवति, इदितोनुं धातोः इत्यनेन नुमागम भवति, लन् लन् भवति, यङ् लुकन्तधातु लालम्ब् भवति, लङ् लकारे ताप्रत्ययस्य लोपो सति, बकारलोपस्य करिष्यमाणत्वात् निमित्तनशिष्यमाणत्वात् नच्च पदान्तस्य जलि च अनुस्वारस्य परसवर्णः इत्यनयोः कार्यं न भवति, अलालम्ब् एव अवशिष्यते, तत् योगः तत् लङ्लकारप्रत्यय तकारः तालोपो भवति, हल्न्याबोधिर्गूतीस्य पृक्त हल् इत्यनेन पदसंज्ञा भवति अलालम्ब्। संयोगान्तस्य लोपः इत्यनेन बकारलोपः भवति, अलालन् एव अवशिष्यते। यदा पूर्वं चर्चितवन्तः न च पदान्तस्य जलि अनुस्वारस्य परसवर्णः इत्यनयोः कार्यं न आवश्यकता नास्ति, संयोगान्तस्य लोपः पुरसूत्रमस्ति, तत् कार्यं भवति, बकारलोपः भवति, हलालमेव अवशिष्यते। भगिनी प्रक्रिया सुलभमस्ति, किं तर्कम् आवश्यकता अस्ति तत्र? प्रक्रिया सुलभः अस्ति, परन्तु यङ्लुगन्तदातोः निर्माणावसरे प्रश्नः आयाति, तर्हि किमर्थं नश्यापदान्तस्य जलि अनुस्वरस्य ये परसवर्णः इत्यनयोः प्रसक्तिः अस्ति खलु धातोः निर्माणावसरे, तर्हि प्रसक्तिः अस्ति चेत् औपदेशिकधातोः विषये यथा धातोः निर्माण यङ्लुगन्तदातोः निर्माणम् औपदेशिकधातोः अपि यदा तत्र ष्ठा धातुः अस्ति तत्र लौकिकधातोः प्रदर्शनं कथं भवति, स्था इति भवति, एवं लभि इति धातुः अस्ति चेत् लौकिकधातुः लम्ब इति वदन्ति, तर्हि एवं यङ्लुगन्तदातोः निर्माणावसरे नश्चापदन्तस्य जलि अनुस्वरस्य ई परसवर्णः इत्यनयोः प्रसक्तिः अस्ति तत्र, तर्हि सामान्यतया तयोः कार्यं प्रदर्श्यते, अलालम्ब इति लालम्ब इति प्रदर्श्यते, तर्हि लालम्ब इति स्वीकृत्य वयं कार्यं कुर्मः चेत् तदानीं बहवः क्लेशाः भवन्ति, यथा अत्र पूर्वं चर्चितं, पूर्वं ये क्लेशानां चर्चा जाता खलु, तर्हि तादृशक्लेशानां निवारणार्थं किं चिन्तनीयम् इति चेत् धातोः निर्माण अवसरे तादृशकार्यं न करणीयं यस्य निमित्तम् अग्रे गत्वा नशिष्यमाणं भवति, तादृशकार्यं धातोः निर्माण अवसरे न करणीयं, यथा अत्र नश्यापदन्तस्य जले अनुस्वारस्य ऐ परसवर्णः इत्यनयोः कार्यार्थं यद् निमित्तम् अस्ति बकारः, तादृशबकारः अग्रे गत्वा नशिष्यमाणमस्ति संयोगान्तस्य लोपः इत्यनेन, अतः तादृशकार्यम् अस्माभिः धातोः निर्माणावसरे न करणीयम्, इत्युक्ते कश्चन पक्षी वर्तते, अत्र एकः वृक्षः अस्ति, वृक्षस्य शाखायाम् अयं पक्षी उपविष्टः अस्ति, इदानीं तत्र कश्चन आगत्य तादृशशाखां कर्तयति, तर्हि तत्र पक्षी अधः पतति खलु, यदि पक्षी किमपि न करोति तर्हि अधः पतति, तर्हि किमर्थम् अधः पतनम्? अतः तादृशशाखायाः कर्तनं भवति इति अग्रे भविष्यति इति वयं जानीमः चेत् तदानीं तत्र न उपवेशनं न तत्र पक्षी न तत्र न उपवेशे किं न उपविष्टः भवेत्, तत्र उपवेशनं मास्तु, तर्हि यतोहि तत्र शाखायाः कर्तनं भवति, तर्हि किमर्थं तत्र पक्षी उपविष्टः भवति, अतः तत्र उपवेशनं मास्तु, एवं नश्यापदन्तस्य जले अनुस्वरस्य परसवर्णः इत्यनयोः निमित्तम् अग्रे गत्वा नशिष्यमानं चेत् किमर्थं तादृशकार्यं करणीयं, यथा तत्र पक्षिणः विषये वयं वदामः, अथवा पक्षिणः विषये एव मास्तु, यदि कोऽपि मनुष्यः एव शाखायाम् उपविष्टः अस्ति तादृशशाखायाः कर्तनं भवति इति वयं जानीमः, इदानीं तत्र नोटिस् बोर्ड् अस्ति, इदानीं दशवादने शाखायाः कर्तनं भवति इति तत्र लिखितम् अस्ति, तर्हि कोऽपि तादृशसूचनां न पश्यति तर्हि शाखायां तत्र आगत्य तत्र उपविष्टः भवति, तदानीं दशवादने शाखायाः कर्तनं भवति, सः अधः पतति, तर्हि तेन किं कर्तव्यं? तत्र सूचना या अस्ति तां सूचनां दृष्ट्वा सः उपरि एव न गच्छेत्, वृक्षस्य उपरि एव न गच्छेत्, शाखायां न तत्र उपवेशनं न कुर्यात् खलु, यथा तत्र एवम् अत्रापि निमित्तं नशिष्यमानम् इति अग्रे गत्वा नशिष्यमानम् इति जानीमः, तर्हि तादृशं कार्यं न करणीयम् इति एव. तदर्थम् आकृतव्योगाः पाणिनीयाः आवश्यकम् इति परिभाषायाः प्रयोगः, परिभाषा आवश्यकमस्ति इति कृत्वा अत्र प्रक्रिया वयं पश्यामः चेत् बहु सुलभा प्रक्रिया अस्ति, अलालन् इत्येव अस्ति, नशापदन्तस्य जलि अनुस्वरस्य परसवर्णः इत्यनयोः निमित्तस्य नाशः अग्रे भवति इति कृत्वा धातोः निर्माणावसरे तयोः कार्यमेव न स्वीक्रियते, अतः साक्षात् लालन्द् इति दातुं स्वीकृत्य प्रक्रियां यदा वयं कुर्मः बहु सुलभः अस्ति, संयोगान्तस्य लोपः इत्यस्य लोपः पकारस्य साक्षात् अलालन् इति तिष्ठति, तावदेव सुलभा प्रक्रिया इति अस्ति खलु, अतः यद्यत् पूर्वं चर्चितम् एवं वा एवं वा एवं वा तत्सर्वं मास्तु, यतोहि भ्रमात्मकमस्ति निमित्तपाये नैमित्तिकस्य अपायः एतत् दृश्यते, एतत् पश्यति, कार्यं तु जातं, कथं पश्यति, एतत् सर्वं भ्रमात्मकमस्ति। तर्हि अत्र सुलभरीत्या वयं चर्चयितुं शक्नुमः यत् निमित्तं नशिष्यमानम्, अतः धातोः निर्माणावसरे कार्यं न भवति, प्रक्रियां कुर्मः, क्लेशः नास्ति। हा अस्तु, अवगतं खलु? कोऽपि प्रश्नः अस्ति वा भगिनि? केवलम् एकः प्रश्नः, अत्र नशिष्यमाणम् इति वदनेन अत्र बकारस्य लोपः एव अत्र विवक्षितः, हा विवक्षितः, तर्हि अन्यत्र इदानीं बकारस्य अन्य केचन अन्य कश्चन वर्णः विकारः जायते चेत् तदपि नशिष्यमाणम् इति वक्तुं शक्यते किम्? तदानीं वक्तुं न शक्यते, विकारः जायते चेदपि निमित्तं नशिष्यमाणं न वा इति न वदामः। अत्र सम्पूर्णतया लोपः यदा जायते तदानीं नष्टं जातम् इति वदामः। विकारः जायते चेत् भिन्नवार्ता। अस्तु अस्तु भगिनि, धन्यवादः। भगिनी लालम्ब इत्यस्य को अर्थः? लम्बदा इत्युक्ते लम्बदातोः अर्थः कः? अत्र अवस्रंसने इति अधः पतनम् इति अस्ति खलु, अधः पतनम्, अधः पतनं। लालम्ब इत्युक्ते पुनः पुनः पतति, पुनः पुनः पतति अथवा तीव्ररूपेण पतति इति यङ्लुगन्तदातोः अर्थः, पुनः पुनः वारं वारम् इति अर्थः। पठति इत्यत्र पापट्टि इति यङ्लुगन्तदातुः, पापट्टि यङ्लुगन्तरूपं, लटि प्रथमपुरुषे एकवचने, पापट्टि इत्युक्ते पुनः पुनः पठति अथवा तीव्ररूपेण पठति इति अर्थः, अधिकाधिकं पठति। एवं रूपे पतनम् इत्यस्य अपि एवम् अवगमनं स्यात्। ओके अस्तु, तर्हि इदानीम् अग्रे गच्छामः वा? अत्र लम्ब् धातोः विषये कोऽपि प्रश्नः अस्ति वा? लम्ब् तर्हि अग्रे गच्छामः। प्रच् इति धातुः, उषा भगिनी, पप्रच् अस्तु भगिनि। प्रच् धातुः पाप्रच् इति यङ् लुगन्तदातु, लङ्लकारः अपाप्रच् अडागमः, अपाप्रच् योगः तकारः, हल्ङ्याभ्यो दीर्घाचतुस्य पृक्तं हल् इत्यनेन तकारलोपः अपाप्रच् इति भवति। अपाप्रच् व्रष्टभ्रष्ट सृज मृज यज राजभ्राज चषां शः इत्यनेन इत्यनेन पा अप्रश् भवति। चकार चकारयोः स्थाने न, अत्र भगिनि अत्र भगिनि व्रष्टभ्रष्ट इत्यस्मात् पूर्वं किमपि सूत्रमस्ति अत्र पाप्रच् इति प्रसङ्गे? संयोगान्तस्य लोपः, ऐ थाट् इट्स् केनाट् डू द कार्यं बिकास् अपवादरूपेण व्रष्टभ्रष्ट इति कार्यं करोति इति चेत् तस्मादपि पूर्वं अस्ति सूत्रं तत्र च्वोः शूड् अनुनासिकेच इति एकं च्वोः शूड् अनुनासिकेच इति अङ्गकार्यम् अङ्गकार्यम् अस्ति इत्यनेन चकारवकारयोः स्थाने शकारः प्रथमं ताळव्यशकारः आयाति अपाप्रश् इति भवति च्वोः शूड् अनुनासिके च। अनन्तरम् अपाप्रश् इति स्थले तस्य निमित्तं किमस्ति? च्वोः शूड् अनुनासिके च जलिपदान्ते जलिपदान्ते नाट् पदान्ते शूड् अनुनासिके च जलिपरे अनुनासिक अनुनासिके परे जलादि अथवा अनुनासिके जलादि कित् जलादि कित् न न न जलादि परे अत्र मतभेदः अस्ति कित् लित् इति केचन वदन्ति, परन्तु अत्र वयं तु जलादिप्रत्यये परे अनुनासिकप्रत्यये परे अपि च क्वि क्वि इति परे क्वि क्वि भगिनि अनुनासिकस्य क्वी जलोः इति इत्यनेन आयाति क्वी अपि च्वोः षूड् अनुनासिके च इत्यस्य कार्यम् अस्ति ताळव्यशकारः भवति अपाप्रश् इति भवति अपाप्रश् योगः तकारः हल्ण्याभ्यो दीर्घात् इदानीमेव कार्यं करोति हल्ण्याभ्यो दीर्घात् इत्यनेन अपाप्रश् एव सिद्ध्यति तकारलोपः भवति अपाप्रश् इति पदस्य कार्यम् अस्ति व्रश्च भ्रश्च सृज मृज यज राज ब्राज चषां शः इत्यनेन शकारान्त धातुपि अस्ति पदमपि अस्ति इत्यनेन षत्वं भवति अपाप्रश् इति भवति अपाप्रश् इति स्थिते अनन्तरं जलां जशोन्ते कार्यं कर्तुं शक्यते जष्त्वं भवति अपाप्रश् इत्यस्य स्थले मूर्धन्य आदेशः अपाप्रड् भवति अपाप्रड् इति जष्त्वम् अनन्तरं वावसाने इत्यनेन चर्त्वं भवति इत्यनेन अपाप्रट् इति भवति मध्यमपुरुषे क्वचने मध्यमपुरुष एकवचने अपि तथा एव कार्यं प्रथमं च्वोः षुड् अनुनासिके च इत्यस्य अङ्गकार्यं सो अपाप्रच् योगः सकारः अपाप्रश् भवति अपाप्रश् योगः सकारः इदानीं हल्ण्याभ्यो दीर्घात् उच्चस्य पृक्तं हल् इत्यनेन सकारलोपः अपाप्रश् अनन्तरं व्रश्च भ्रश्च इत्यस्य कार्यम् अपाप्रश् अनन्तरं जलां जशोन्ते इत्यनेन जष्त्वम् अपाप्रड् अनन्तरम् अपा चर्त्वं वावसाने इत्यनेन अन्तिमस्थाने अस्ति इत्यनेन अपाप्रट् अपि भवति समानरूप सम्यक् भगिनी चकारः अस्ति चेत् चकारो अपि भवति खलु चेच इत्यनेन किम् प्रच् इति अस्ति तत्र चकारः अस्ति खलु तुक्सहितचकारस्य स्थाने तालवेशकारः श्वोः शूणानसिकेश इत्यनेन तुक्सहितचकारस्य स्थाने तालव्यषकारः एवं वा तत्र संयोगः इति न द्रष्टव्यं तर्हि संयोगसहितस्थाने एव तुक्सहितचकारस्य स्थाने एव तालव्यषकारः अस्तु अत्र दुः इति धातुः धन्यवादः भगिनी अरुणा भगिनी दुः इति धातुः दो दुः दो दुः यङ्गन्त धातु अस्ति प्रथमम् अयागमः भवति लङ्लकारे अधो दुः भवति तदनन्तरं गुणः भवति उगन्त लघुपदस्य इत्यनेन दो दोः भवति अडागमः अपि अस्ति अडागमः अग्नि उक्तं परन्तु दो दोः इति उक्तवती अधो दोः इति वक्तव्य अधो दोः भवति हकारस्थाने ओढः इति स्तुत्रेण ढकारः भवति अधो परन्तु तत् सूत्रं प्रभाति अन्यत् अस्ति इत्यनेन हकारस्थाने घकार आगच्छति अधोधोग् करव अवसाने अस्ति भवति न ततः पूर्वम् इतोपि किञ्चित् कार्यम् अस्ति अधो दोग् इत्यत्र इतोपि किञ्चित् कार्यम् अस्ति जसन्तः अस्ति खलु जसन्तः पदान्ते जसन्तः अस्ति चेत् किं भवति न तस्मात् पूर्वं द्वितीयपादे किञ्चित् सूत्रमस्ति पदान्ताधिकारे जसन्तः अस्ति एकाच् ओ एकाचो बसो बस् दकारस्य धकारः धकारः अपि भवतु बन्धौ अधोधोग् इदानीं करोतु जलां जशुन्ते एतत् सर्वम् ओके भगिनि प्रथमम् अधोद् अधो हकारस्थाने घकार आगच्छति दोदोघ् भवति तदनन्तरं एकाचो बशोभस्य सूत्रेण घकारस्थाने घकार भवति न न दकारस्य तृतीयवर्णस्य स्थाने चतुर्थवर्णः घकारः तु चतुर्थवर्णः इत्युक्ते अत्र दोघ् इति अस्ति खलु दोघ् धोघ् आदौ यः दकारः अस्ति तस्य स्थाने महाप्राणधकारः धोघ् इति भवति तृतीयवर्णस्य स्थाने चतुर्थवर्णः गकारः तु चतुर्थवर्णः अतः अन्ते यः गकारः अस्ति तस्य स्थाने आदेशः नास्ति आदौ यः दकारः अस्ति तस्य स्थाने आदेशः भषः भष् न अवगतं भगिनि पुनः वदतु भगिनि अधो दोघ् इति अस्ति खलु अधो दोघ् हकारस्य घकारः घकारः जषन्तः अस्ति अत्र दोघ् दोग् इति एकाच् भागः तस्य आदौ दोग् इत्यत्र दकारः बष् वर्णः अस्ति तस्य बषः भष् तर्हि दकारस्य तृतीयवर्णस्य चतुर्थवर्णः दकारस्य महाप्राणदकारः तदनन्तरं जलां भवति विकल्पेन विकल्पेन चक्त भवति अधो धोक् किं सूत्रम् वावसाने करिच इति करिपरे नास्ति खलु वावसाने इत्यनेन विकल्पेन चर्त्वम् अतः अधोद्धोग् अधोद्धोग् अधोद्धोग् अधोद्धोग् अधोद्धोग् समीचीनम् अस्तु उमाभग्नि अग्रे करोति वा मघ्वी मा मङ्घ् मघ्वी श्रूयते वदतु मघ्वी देन् मामङ्घ् इति अङ्ग्लुगन्तदातुः अमामङ्घ् अडा अडागमः अमामङ्घ् अमामङ्घ् देन् नकारः अमामन् आगच्छति घ लोपः भवति बुद्धा लोपः भवति अमा मन् अत्र किमस्ति किं सूत्रं प्रसक्तमस्ति संयोगः अस्ति खलु अन्ते. हलो, संयोगः अस्ति खलु अमामङ्घ्. अमामङ्घ् सो इति तु न इति तु नुम् धातोः इति जातम्. इदानीं धातोः निर्माणं जातं. मामङ्घ् इति धातुः अस्ति. संयोगान्तस्य लोपः प्रथमतया तत्र हल्नियाभ्यो दीर्घच्छुतिस्य पृक्तं हल् इत्यनेन प्रत्ययस्य लोपः. इदानीं किं भगिनी किमपि वदतु. म्यूट् मध्ये अस्ति भवती. अस्तु विजयलक्ष्मी भगिनी वदतु. वक्तुमिच्छति वा उमा भगिनी वदतु. झटिति वदतु. सूत्रस्य तकारः लोपः भवति. देन् संयोगान्तस्य लोपः तु अन्तिमवर्णकारः इति लोपः भवति. अमामन् इति आगच्छति. सत्यम्, अमामन् इति आगच्छति. सत्यं, समीचीनं. प्रथमपुरुषे एकवचने अमामन्, मध्यमपुरुषे समानं. सत्यं, समानमस्ति. अस्तु, धन्यवादः भगिनि. अत्र लक्ष्मी भगिनी वदतु, मामङ्घ् इत्यत्र धातोः निर्माणावसरे किमपि अन्यत् प्रसक्तम् आसीत् वा? धातोः निर्माणावसरे तु नश्यापदान्तस्य जलि तथा अनुस्वारस्य परसवर्णः इत्यस्य प्रक्रियावेलायां इत्युक्ते लौकिकधातुः निर्माणवेलायां तु भवति. किन्तु यदा यङ्लुगन्धधातुः यङ्लुगन्धधातोः अङ्गस्य निर्माणवेलायां तत् न स्वीक्रियते, यतोहि अत्र अकृतव्यूहाः पाणिनीयाः इति स्वीकृत्य, परिभाषा स्वीकृत्य, केवलम् इदितोनुं धातुः इति स्वीकृत्य मङ्घ् इति जायते. लङ्ीरूपं अमामङ्घ् इति जायते. अत्र खकारः, अन्तिमखकारः नशिष्यमाणं भवति इति कृत्वा एतत् सूत्रद्वयं न प्रवर्तते इति. आमामां, समीचीनं, सम्यक् इति अस्ति. इति कृत्वा एव अमामङ्घ् इति स्वीकृत्य कार्यमस्ति. नो चेत् अत्र नकारस्य ङकारः कवर्गस्य पञ्चमवर्णः भवितुमर्हति खलु. मामङ्घकारः. अस्तु, सम्यक्, समीचीनं. निमित्तमस्ति गकारः, तादृशनिमित्तं नशिष्यमाणम् अस्ति इति कृत्वा कार्यं न स्वीकुर्मः. अनयोः सूत्रयोः कार्यं न स्वीकुर्मः. नश्चापदान्तस्य जलि अनुस्वारस्य ऐ परसवर्णः इति. अस्तु, विजयलक्ष्मी भगिनी अग्रे. व्रश्च वा व्रश्च. औपदेशिकरूपं किं भगिनि? व्रश्च इति धातुः यङ् लुगन्धधातुः वा व्रश्च. अत्रापि किमपि अस्ति खलु, ट्रिकी अस्ति खलु. षकारः शुत्वं कृत्वा आगतम् इति किमपि भवति खलु. आमाम्, अवश्यम्. अतः औपदेशिकरूपं किम् इति ज्ञातव्यं. व्रश्च व्रश्च सकारचकारः सकार इत्युक्ते तालवेशकारः तालवेशकारः सकारः नास्ति सकारः औपदेशिकधातौ सकारः अस्ति सत्यम् इत्यत्र यः सकारः सः सकारः तत् सकारस्य शुत्वं भूत्वा शकारः अभवत् इति कृत्वा यङ् लुगन्ते रूपं तत्र शकारः न स्वीकरणीयम् इति किमपि भवति खलु. यतोहि शुत्वं तु त्रिपाद्यमस्ति. एकवारम् औपदेशिकरूपं दृष्ट्वा वदामि भगिनि. औपदेशिकरूपस्य दर्शनस्य आवश्यकता नास्ति. सकारचकारयोः संयोगः अस्ति तत्र औपदेशिकधातौ. सत्यं यदा सकारः खलु. आमां तदेव वदामि अहं. सत्यम् इत्यस्य यः सकारः सः एव. किमर्थं सन्देहः? अत्र तु तालव्यशकारः अस्ति वावृश्च इत्यत्र, परन्तु तालव्यशकारः अस्ति परन्तु भवती किं वक्तव्यं? यथा मामङ्ग् इत्यत्र उक्तं तथा वक्तव्यं भवत्या. अत्रापि शुत्वं न भवति, अतः सकारः यत् औपदेशिकरूपम् अस्ति तत् तदेव यङ् लुगन्ते स्वीकरणीयं भवति. अतः वा व्रश्च इति भवति. तत्र अडागमः अ वा व्रश्च योगः त इति भवति. तत्र तकारस्य अल्ज्ञाप्यो दीर्घात् श्रुतिस्य प्रत्यम् हल् इत्यनेन लोपः. इदानीम् अवा व्रश्च इति अस्ति. सकारचकारयोः संयोगः. तत्र सकारचकारयोः किमपि अस्ति खलु सूत्रम्? भगिनी किमपि अस्ति किमपि अस्ति इति वदनस्य अपेक्षया किम् अस्ति इति वदतु. एकनिमिषं भगिनी. भवती एव अध्यापिका, अहमेव छात्रा इति मम भाति. सकार स्कोः संयोगाद्योर् किमपि स्कोः संयोगाद्योर् अन्ते च इति कृत्वा अत्र अन्तिमचकारस्य लोपः न भवति, अपि च अपि तु सकारस्य एव लोपः भवति. अतः अवा व्रच् इति भवति. इदानीं व्रच् इत्यत्र तत् सूत्रं भवति वा भगिनि? किं सूत्रं? शः व्रश्च व्रश्च तत् कार्यं करोति वा? आमाम् अवश्यं. व्रश्च इति अस्ति खलु. छिन्ने पुच्छे इति वा? आमाम् अवश्यम्. अस्तु. अतः अत्र व्रश्च भ्रश्च सृज भृज यज राज भ्राज छशां शः इत्यत्र व्रश्च धातु अस्ति. अतः अत्र चकारस्य अन्तिमचकारस्य स्थाने व्रश्च इति धातोः अत्र अस्य सूत्रस्य प्रसक्तिः अस्ति. अतः अन्तिमचकारस्य स्थाने षकारः मूर्धन्यषकारः आयाति. पदान्ते षकार अस्ति इति कृत्वा जलां जशोन्ते इत्यनेन अवाव्रच् इत्यस्य अवाव्रश् अवाव्रड् इति रूपं भवति. अनन्तरं वावसाने इति डकारस्य टकारः अपि अवाव्रट् अवाव्रड् इति रूपद्वयम्. सम्यक् सम्यक्. तर्हि अत्र किमर्थम् अवाव्रश्च इति स्वीकृतं भवत्या इत्यपि प्रतिपादयतु. किमर्थं श्रुत्वं न स्वीकृतं? श्रुत्वं तु त्रिपाद्यम् अस्ति. त्रिपाद्यं सकारः एव षकारः भवति चेत् तद् अकृतव्यूहः भवति. अकृतव्यूहाः पाणिनीयाः इति किं शकारः भवति सकारः इति खलु मूर्धन्य शकारः अत्र निमित्तं नशिष्यमानम् इति प्रदर्शयतु किमर्थम् अकृतव्यूहः इत्यस्य प्रसङ्गः शकारः चकारः भवति चेत् तत् किं शकारः किं चकारः किं किं वदति व्रश्च इत्यत्र यत् शकारः चकार अनयोः किमस्ति चकारस्य शकाररूपेण परिवर्तनं यत् जायमानम् अस्ति तादृश जायमानं तत्र चकारः निमित्तम् आसीत् आम् इदानीं चकारः तादृशनिमित्तं नष्टम् नष्टं भवति इति कृत्वा अकृतव्यूहाः पाणिनीयाः इति परिभाषया औपदेशिकरूपमेव स्वीकृत्य कार्यं करणीयम् इत्युक्ते लक्ष्मीभगिनी अत्र केवलं लोपः इति नास्ति एतादृशप्रसङ्गे अपि भवति यत्र वर्णस्य परिवर्तनं जायते चकारः एव निमित्तमस्ति स्तोः श्युनाश्चुः इति सूत्रस्य कृते येन तालव्यसकारः तालव्यसकारः भवति न दन्त्यसकारः दन्त्यसकारः तालव्यसकारः परिवर्तनं भवति परन्तु इदानीं निमित्तमस्ति चकारः तादृशचकारः इदानीं सकाररूपेण परिवर्तनं भवति व्रश्च ब्रश्च इति सूत्रेण इति कृत्वा निमित्तं नशिष्यमाणमस्ति चकारः इति निमित्तं नशिष्यमाणमस्ति सकाररूपेण परिवर्तितं चेत् सोऽश्चुनाशुः इत्यस्य प्रसङ्गः नास्ति अतः तादृशकार्यं न करणीयं सोऽश्चुनाशुः इत्यस्य कार्यं न करणीयं यतोहि निमित्तं नशिष्यमाणम् अस्ति अतः यङ्लुगन्तधातोः धातौ स्तोश्चुनाश्चुः इति कार्यम् अकृत्वा व्रश्च सकारचकारः अनयोः संयोगं स्वीकृत्य कार्यं कुर्मः भगिनी सर्वत्र एवं भवति किल यङ्लुगन्ते किमर्थं तत्र अन्यत्र दिगन्तप्रक्रिया अपि व्रश्च इत्येव स्वीकुर्मः किल न तिङन्तप्रक्रियायां व्रश्च इति सकारं तालव्यसकारमेव स्वीकुर्मः यतोहि तत्र क्लेशः नास्ति तालव्यसकारं स्वीकृत्य प्रक्रिया भवति चेत् क्लेशः न कोऽपि क्लेशः इति कृते सर्वत्र न भवति एवं यङ्लुगन्तप्रसङ्गे एवं भवति अत् यत्र हल् सन्धेः अवसरः यङ्लुगन्ते वा भवतु अन्यत्र वा भवतु यत्र हल् सन्धेः अवसरः अस्ति अत्र लट्लकारे तु व्रश्च तत्र धातुः तुदादिगणीयधातुः इति मन्ये तत्र किं वृश्यति इति रूपम् अस्ति वृश्यति तत्र सम्प्रसारणं सर्वं कृत्वा वृश्यति इति तुदादिगणीयधातुः इति मन्ये वृश्यति इति रूपं तत्र तु तालव्यसकारः इदानीमपि अस्ति तत्र बाधा नास्ति निमित्तं नशिष्यमाणं किमपि नास्ति तत्र अ इति विकरणप्रत्ययः आयाति अतः सकारस्य परिवर्तनं न जायते एव तत्र पुनः एकवारं वदति वा भवती प्राकृतव्यूहाः पाणिनिः इत्यस्य ईषद् एकवारं तत्र व्रश्च इत्यस्मिन् व्रश्च इति अत्र यदा प्रक्रियां वयं कुर्मः लङ्लकारे अवाव्रश्च इत्यत्र तत्र अवाव्रश्च इत्यत्र व्रश्च ब्रश्च इत्यनेन चकारस्य मूर्धन्यषकारः जायते खलु तादृशदातौ यदा धातोः निर्माणं भवति तादृशचकारं स्वीकृत्य एव सोऽश्चुनाश्चुः चकारस्य निमित्तरूपेण यदा ग्रहणं भवति तदानीमेव सोऽश्चुनाश्चुः इत्यनेन दन्त्यसकारस्य स्थाने तालव्यसकारादेशः भवति परन्तु इदानीं प्रक्रियायां यदा चकारः षकाररूपेण परिवर्तनं भवति तदानीं चकारः इति निमित्तं नशिष्यमाणम् अस्ति सोऽश्चुनाश्चुः इत्यस्य कार्यार्थं निमित्तं नशिष्यमाणम् इति कृत्वा धातोः निर्माणवसे सोऽश्चुनाश्चुः इति कार्यं न करणीयम् यतोहि चकारः अग्रे गत्वा नशिष्यमाणं वर्तते अस्तु अतः व्रश्च इत्येव स्वीकर्तव्यम् इत्येव व्रश्च अवाव्रश्च इति स्वीकर्तव्यम् अस्तु अस्तु अवगतम् अष्टाध्याय्यां तु कर्तरी प्रयो कर्तरी किं सिद्ध्यर्थमपि सकारः एव स्वीकृतमस्ति अन्तिमसोपाने स्तोश्चुनाश्चुः इति वृश्च इत्यस्य तालदेशकारः भवति वृश्च तत्र अष्टाध्याय्यां तत्र धातोः निर्माणं प्रक्रिया तत्र बहुत्र बहवः दोषाः सन्ति अतः तद् न पश्यामः एवं इत्युक्ते इत्युक्ते क्रमेण वयं गच्छामः चेत् क्लेशः नास्ति पाणिनीयसूत्राधारेण सर्वत्र क्रमेण गच्छामः प्रथमतया सपादसप्ताध्यायिनां सूत्राणां क्रमेण कार्यं कृत्वा तदनन्तरम् अन्ततो गत्वा त्रिपाद्यां यत् सूत्रमस्ति तस्य कार्यं वयं कुर्मः चेत् तत्र क्लेशः नास्ति तत्तु नियमानुसारमेव अस्ति परन्तु धातुपाठे तु व्रश्चिति अस्ति खलु व्रश्चिति धातुः अस्ति तत्र व्रश्चिति अत्र सकारः कथम् आगतः इति वक्तव्यं खलु तत्र अष्टाध्याय्याम् अपि लौकिकधातुः व्रश्च इति उक्तं तालवे शकारः तत्र स्वीकृतमस्ति खलु तद् वर्तमाने लट् इत्यत्र तु व्रश्च इति दन्त्यसकारः एव अस्ति न तत् प्रक्रियायां भवती वदति अहं सर्वत्र प्रक्रियायाम् औपदेशिकरूपमेव स्वीकृतम् अस्ति अत्र न तु न लौकिकधातुमेव वयं स्वीकुर्मः किमर्थम् औपदेशिकधातुं स्वीकुर्मः इत्संज्ञायाः लोपानन्तरं सर्वं लोपं कृत्वा लौकिकधातुः अस्ति व्रश्च मूर्धन्यषकारः किं तालवेषकारः तालवेषकारः अस्ति तत् स्वीकृत्य एव अग्रे प्रवर्तनीयं यतोहि औपदेशिकधातौ तु तन्त्यसकारः अस्ति परन्तु लौकिकधातौ तु व्रश्च इति अस्ति तत्र धातुपाठे तु हल्सन्धिकार्याणि कृत्वा एव प्रदर्श्यते स्था धातोः यदा प्रक्रियार्थं वयम् आनयामः तदानीं स्था इति न आनयामः स्था इति एव आनयामः इति सर्वत्र प्रसिद्धम् अस्ति स्था स्था स्थाने तिष्ठ इति आदेशः भवति तिष्ठति इति रूपं तत्र स्था इति स्वीकृत्य स्था स्थाने तिष्ठ इति आदेशः इति नास्ति खलु सूत्रमपि तथा नास्ति किमस्ति तत्र सूत्रम् तिष्ठति इत्यत्र तिष्ठति इत्यत्र ष्ठा भू आदयो धातवः स्थायोगः लट् तत्र पाग्राद्मा स्था इति अस्ति पाग्राद्मा स्था मान् दान् दृशिरर्ति सर्ति सद सदाम् इति अस्ति खलु सूत्रं तत्र स्थास्थाने एव आदेशः दीयते तर्हि अत्र तर्हि अत्र स्था धातोः प्रक्रियां पश्यतु तत्र स्थास्थाने स्था इति स्वीकृतं किमर्थं तत्र स्वीकृतम् अन्ततो गत्वा करणीयम् इति कृत्वा स्था इति किमर्थं तत्र स्वीकृतं स्था इति स्वीकर्तव्यम् तत्तु धात्वादेः शहसः इत्यनेन एव षकारस्य सकारः भवति सकारः अस्ति इति कृत्वा ठकारस्य थकारः कथं सकारस्य सकारस्य तकारः जायते षकारस्य सकार धात्वादेः शहसः इत्यनेन भगिनी तद्भवतु थकारः यः थकारः अस्ति तत्तु तथा इति अस्ति खलु तत्रापि निमित्तापाये नैमित्तिकस्य तद् मास्तु इति उक्तं खलु तद् मास्तु इति उक्तं खलु इति कृत्वा अत्र प्रक्रिया कथं भवेत् इति चेत् तत्र औपदेशिकधातुः स्था अस्ति अत्र लौकिकधातुः स्था अस्ति तर्हि स्था इति लौकिकधातुं स्वीकृत्य स्थास्थाने तिष्ठ इति आदेशः भवति तिष्ठति इति रूपं लभ्यते अत्र क्लेशः नास्ति अत्र केवलं धात्वादेः शहसः इत्यस्य कार्यं भवति तत्र तकारः सकारस्य प्रभावेन एव टकारः जातः तर्हि तत्र किं भवति इति चेत् इदानीं तत्र निमित्तम् अस्ति षकारः निमित्तं नशिष्यमाणम् अस्ति अग्रे प्रक्रियायां षकारः इति यः यद् निमित्तम् अस्ति तद् नशिष्यमाणम् अस्ति इति कृत्वा तत्र ष्टुनष्टुः इत्यस्य प्रवर्तनमपि न भवेत् अतः अत्र स्था इत्येव स्वीक्रियते अत्रापि अकृतव्यूहः पाणिनीयः निमित्तपाय नैमित्तिकस्य अपि अपायः इति न अकृतव्यूहः पाणिनीयः निमित्तं नशिष्यमाणम् अतः स्था हा अतः स्था एवं सर्वत्र एवमेव अत्र अष्टाध्याय्यां प्रक्रिया सामान्यतया अत्र प्रक्रिया जनरेटर् इति किमपि स्वीकृत्य प्रदर्श्यते अतः सर्वत्र समीचीनम् अस्ति इति न तत्र बहवः दोषाः सन्ति इति नीलेश् महोदय अपि वदति. अस्तु, तर्हि इदानीं व्रश्च इत्यस्य रूपम् उक्तवती खलु, अवाव्रड् अवाव्रड् इति. एवमेव मध्यमपुरुषे अपि एवमेव रूपं खलु, मध्यमपुरुषे समानं भवति इति मन्ये. आमां, समानं भवति, तत्रापि समानं भवति. अस्तु, तत्र अकृतव्यूहाः पाणिनीयाः इत्यस्य विषये किञ्चित् चिन्तनं कुर्वन्तु. अवगतं वा न वा इति चिन्तनं कुर्वन्तु. तदेव तदेव मनसि न गच्छति अधुना. आमां, पश्यतु पश्यतु, कुत्रापि अन्यत्र अन्यत्र कुत्रापि लिखितं वा, करपत्रेषु अस्ति वा भगिनि? न, अत्र लिखितं तावदेव पर्याप्तम् इति परिभाषया नशिष्यमाणं निमित्तं न स्वीकर्तव्यम् इति लिखितं खलु, तावदेव पर्याप्तं. तावदेव वा? अस्तु अस्तु, तावदेव पर्याप्तम्. इतोपि अधिकम् अधिकं पश्यति चेत् इतोपि भ्रमात्मकं भवति तत्र वस्तुतः. अस्तु, तर्हि अत्र स्थगनं कुर्मः वा, इतः अग्रे अग्रे गन्तुं शक्नुमः. अस्तु भगिनि, एकः प्रश्नः तत्र प्रापच्छित्यस्मिन् हल्याभ्यो दीर्घात् इत्यस्य इत्यनेन तत्र पदसंज्ञा प्राप्नोति, तस्मात् अपि तत्र प्रापच्छिति भवति किल, तत्र प्रापच्छिति भवति चोषुनाशके च इति तु परसूत्रमस्ति, हल्याभ्यो दीर्घात् इति पूर्वसूत्रमस्ति किल? न न, अङ्गकार्यं प्रथमतया करणीयं, हल्याभ्यो दीर्घसूतिस्य पृक्तमिति तु वर्णनिमित्तककार्यं खलु. अस्तु, तदेव अस्ति वा इत्युक्ते हल्याभ्यो दीर्घसूतिस्य पृक्तम् इति एव प्रथमं स्यात् इति तत्र बलाबलचिन्तने प्रथमं स्यात् इति वदति चेत्, पाप्रच् इति वदति चेत् तत्र प्रत्ययलोपे प्रत्ययलक्षणम् इति प्रत्ययः अस्ति, जलादिप्रत्ययः परः अस्ति इति कृत्वा चोहोषुणासिके च इति प्रथमम् अनन्तरं भवति. चोहोषुणासिके च पूर्वमपि भवितुमर्हति, अनन्तरमपि भवितुमर्हति. तत्र चर्चा जाता. अस्तु अस्तु, हल्याभ्यो अपि पूर्वमपि भवितुमर्हति, परमपि भवितुमर्हति. परन्तु अत्र हल्याभ्यो इत्यस्य बहुत्र प्रसक्तिः अस्ति, चोषुणासिके च इत्यस्य अत्र एव प्रसक्तिः अस्ति, अन्यत्र अवकाशः नास्ति तस्य इति कृत्वा अपवादबलेन कार्यं करोति इति किमपि तादृशं वक्तुं शक्नुमः. अतः प्रथमतया तस्य कार्यं भवेत्. अस्तु अस्तु, धन्यवादः भगिनी. अस्तु, तर्हि धन्यवादः, नमस्कारः. धन्यवादः, धन्यवादः भगिनि, नमस्कारः. धन्यवादः, नमस्कारः. धन्यवादः भगिनी, धन्यवादः, नमस्कारः.